अस्तु, भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः कृतवन्तः स्मः अस्माभिः पूर्वस्मिन् वर्गे. पूर्वपक्षिणः यानि यानि आपादनानि स्थापितानि तेषां सर्वाणि सर्वेषां समाधानानि दत्तं सिद्धान्तिभिः. अपि च पुस्तके विद्याधर्यां किञ्चित् संयोगस्य लक्षणं कथमस्ति इति किञ्चित् परिशीलितवन्तः. अद्य संयोगस्य विभागस्य च स्वभावः कीदृशः, पृथक्त्वात् कथं भिन्नम् अस्ति इति किञ्चित् परिशीलयामः. तत्पूर्वं पुनःस्मरणरूपेण किं कृतं परमाणोः संयोगः, सुनीलमहोदय किञ्चित् वदति वा तत्र संयोगः भवति वा परमाणोः मध्ये? परमाणुद्वयसंयोगः इति वयं तत्र वक्तुं शक्नुमः, परन्तु तद् स्वतन्त्रक्रियया भवति इति वयं दृष्टवन्तः. इत्युक्ते तेषां समवायेन आश्रयः अथवा अवयवाः न सन्ति. किमर्थं चेत् ते अन्तिम अवयवाः. पृथगाश्रयाश्रितत्वस्य मूर्तद्रव्यस्य अपि च युतसिद्धयोरेव संयोगः जायते. तेषामेव पृथक्त्वम् अस्ति इति विचिन्त्य परमाणोः संयोगः कथं भवति इति केनापि आक्षेपं कृतं चेत् तत्र समाधानम् उक्तम् आसीत् यत् स्वतन्त्रक्रियया इति. शुकवनमहोदय किञ्चित् मूर्तविभूद्रव्ययोः संयोगः कथं सिद्ध्यति इति किञ्चित् वदति वा? पृथगाश्रय आश्रितयोरेव युतसिद्धयोरेव मूर्तयोः एव जायते उभयविधसंयोगः. उभयविधसंयोगः इत्युक्ते कर्मजसंयोगः इति, अपि च संयोगजसंयोगः इति. कर्मजसंयोगः तु क्रियया जायते. हस्तम् इति अवयवं स्वीकुर्मश्चेत् तत्र यदा क्रिया जायते ततः अन्येन सह तस्य संयोगः जायते. यदा हस्तस्य संयोगः जायते पुस्तके इति चिन्तयामश्चेत् तथा तादृशकर्मजसंयोगेन शरीरस्यापि पुस्तकेन संयोगः जायते. तत्तु संयोगजसंयोगः इति महोदय. तत् सत्यं महोदय, परन्तु मम प्रश्नः आसीत् विभू अपि च मूर्तद्रव्ययोः मध्ये संयोगः सम्भवति वा? संयोगः जायते. यद्यपि एकः पदार्थः विभुः अस्ति तथापि एकस्य क्रिया जायते चेत् तत्र संयोगः भवितुम् अर्हति. उत्तमम्. अपि च विभुद्रव्यस्य अवयवः न सन्ति परन्तु तेषां उपाधिभेदेन पृथक् कर्तुं शक्नुमः. अपि च तत्र अपि संयोगः सम्भवति इति दृष्टवन्तः. नमस्कारः, रामप्रिया भगिनी वा? पुष्पा भगिनी अस्मि. ओ पुष्पा भगिनी, नमस्कारः. अस्तु, तत्पूर्वं पुष्पा भगिनी वक्तुं शक्यते वा भवत्या पूर्वपक्षिणः आपादनद्वयम् आसीत् षण्णवतितमे पुटे, अष्टनवतितमे पुटे. प्रथमम् आपादनं किम् इति वक्तुं शक्यते वा भवत्या? प्रयत्नं करोमि भगिनि. अत्र अष्ट न अहं वदामि, कपालभूतलयोः पृथगाश्रयाश्रितत्वेन अष्टनवतितमे पुटे अन्तिमपरिच्छेदे द्वितीयवाक्यं पश्यतु. अन्तिमपरिच्छेदे द्वितीयवाक्यम् आम्. वक्ष्यमाणविभागस्य द्रव्यो द्वितीयवाक्यं न च गुणरूपस्य तस्य रूपादिवत् मूर्तोपत्ति द्वितीयलक्षणे जायमानस्य लक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् तावत् प्रथम आपादनम् अस्ति तत्तु भूतल अवधिकत्वस्य एव कपालाधिकत्वस्य अपि आवश्यकत्वम् अस्ति. तत् द्वितीय मूर्तोत्पत्ति द्वितीयक्षणे द्वितीयक्षणे जायमानस्य उत्पत्तिः अस्ति चेत् नियतावधिकत्वे अहं आवां प्रमाणं नास्ति अस्माकं मन्यते नास्ति तत्र इत्युक्ते यः कोऽपि गुणं स्वीकरोतु रूप वा रस गन्धस्पर्श यत्किमपि भवतु एतावत्पर्यन्तं यत् परिशीलितम् अस्माभिः तत्र एकमपि नियतावधिकः न आसीत् परन्तु भेदः नियतावधिकः गुणः इत्युक्ते सर्वत्र अवधि भासते एव नियतावधिकः गुणः तदर्थं पृथक्त्वम् इति रूपस्य का आवश्यकता सर्वत्र भेदः एव भवति प्रथम आपादनं द्वितीयापादनं भूतलावधिकत्वस्य कपाल अवधिकत्वं अपि आवश्यकत्वात् तत्तु तत् कपालावधिकत्वस्य एव दोष तद् दोषात् दोषः आगच्छति सद्दोषकम् अस्तु प्रथमम् आपादनं किं भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि आवश्यकता भवति इत्युक्ते यथा घटे भूतलावधिकत्वपृथक्त्वम् अस्ति तथैव किमर्थं कपालावधिकपृथक्त्वमपि न भवतु किं नियमनं न कृतं किमपि नियमं न स्थापितम् एकस्य पृथक्त्वं क्रियते अन्यस्य न स्वीक्रियते किमर्थं सर्वत्र तथैव भवतु इति तेषां द्वितीयपादनम् अस्तु अस्तु सुनीलमहोदय प्रथम अपि च द्वितीय आपादनस्य कः दोषः आगच्छति तत्र प्रथम आपादने नियतावधिकत्वं गुणः नियतावधिकत्वं नास्ति कुत्र इति वयं दृष्टवन्तः अतः पृथक्त्वमिति गुणः इति स्वीकुर्मः चेत् तत्रापि नियतावधिकत्वं नास्ति परन्तु तद् द्रष्टुं शक्नुमः इति अस्तु प्रथमं त्यजतु द्वितीय आपादनस्य दोषः कः यत्र भूतलावधिकत्वं भूतलावधिकत्वपृथक्त्वं घटे अस्ति इति वदामः चेत् तत्र कपालावधिकत्व पृथक्त्वमपि घटे भवति इति स्वीकरणीयं परन्तु तद् अवयव अवयविनी भावः अस्ति इति कारणेन तत्र तद् कर्तुं न शक्नुमः स्वीक्रियते चेत् संयोगापत्तिः कपालः अपि च घटः घटमध्ये द्वयोः मध्ये पुनः संयोगः आपतति तदेव तदनन्तरं द्वितीय आपादनस्य समाधानं कथं दत्तमस्ति अस्ति शुकवनमहोदय वदति वा अग्रिमवाक्यम्? आं भगिनि, वक्ष्यमानविभागस्य द्रव्योत्पत्तिद्वितीयक्षणादि द्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं किन्तु स्वनाश्य संयोगाश्रय अवधिकत्वमेव हि नियमेन स्वीक्रियते. इत्युक्ते स्व अवयवपरम्परा विहाय अन्यत् सर्व अवधिकत्वम् अस्ति, अन्यत् अन्यान् द्रव्यान् तेषाम् अवधिकत्वम् अस्ति इति एव वयं स्वीकुर्मः. किमर्थम्? यदि अवयवाः स्व अवयवाः अपि अवधिः भवतु इति स्वीकुर्मश्चेत् तत्र निखिलावधिकत्वस्य दोषः भवति. तत्पूर्वं उक्तमस्ति यत् विभागस्य उदाहरणं स्वीकृत्य तदपि गुणः तदपि मूतोत्पत्तिद्वितीयक्षणे उत्पत्तिः भवति, तत्रापि निखिलावधिकत्वं नास्ति, तत्रापि एकत्र अवधित्वं स्वीक्रियते, अन्यत् अवधिकत्वं निष्कास्यते. तथैव पृथक्त्वमपि पृथक्त्वेपि तथैव परम्परागत अवयवानां ये पृथक्त्वम् अथवा अवधित्वम् अस्ति तत् त्यजामः, तत् त्यक्त्वा अन्यत्र सर्वत्र अवधित्वं स्वीकुर्मः इति वदति. तत्र तथा स्वीकरणेन पुनः संयोगदोषः न आपतति इति तेषां मतं. तदर्थं महोदयेन एकं करपत्रं निर्माणितम् अस्ति अस्य वाक्यस्य विवरणाय एव. संयोगविभागयोः स्वभावप्रसङ्गे पुनः किञ्चित् इति महोदयेन महोदय प्रेषितवान् प्रायः पञ्चवादने इति मन्ये. आम् पश्यामि. अस्ति वा? अस्तु, सुनीलमहोदय प्रथमपरिच्छेदं पठति वा? संयोगविभागयोः स्वभावप्रसङ्गे पुनः किञ्चित् द्विनिष्ठत्वं तस्य च फलं. पूर्वमुक्तं यत् संयोगः द्विनिष्ठः, विभागश्च द्विनिष्ठः, पृथक्त्वम् एकनिष्ठम्. एकनिष्ठद्विनिष्ठयोः वैलक्षण्यात् स्वभावभेदः. द्रव्योत्पत्तेः तदुत्तरक्षणे रूपम्, एकत्वं, पृथक्त्वम् इत्यादयः गुणाः जायन्ते. पृथक्त्वं चिरकालं तिष्ठति तदाश्रयद्रव्येः. यावत् तच्च द्रव्यं तिष्ठति तावत्पर्यन्तं तस्मिन् विद्यमानं पृथक्त्वमपि तिष्ठति. यदा घटे पृथक्त्वम् एकमेव तावत् स च घटः न नश्यति, तावत् तस्मिन् तच्च एकमेव पृथक्त्वं तिष्ठति एव. अत्र संयोगविषये च विभागविषये वयं पूर्वमेव दृष्टवन्तः, संयोगः द्विनिष्ठः, विभागः अपि, परन्तु पृथक्त्वम् एकनिष्ठमिति. अतः तत्र द्वयोर्मध्ये वैलक्षण्यम् अस्ति इति. अत्र द्रव्योत्पत्तेः तदुत्तरक्षणे रूपम्, एकत्वं, पृथक्त्वम् इत्यादयः गुणाः जायन्ते. एतदपि वयं जानीमः, गुणः इति द्रव्योत्पत्तेः अनन्तरमेव जायन्ते इति. अतः रूपम्, एकत्वं, पृथक्त्वम् इत्यादयः गुणाः द्वितीयक्षणे एव जायन्ते इति. पृथक्त्वं चिरकालं तिष्ठति तदाश्रयद्रव्ययोः तावत् तस्य द्रव्यं तिष्ठति तावत्पर्यन्तं तस्मिन् विद्यमानं पृथक्त्वमपि तिष्ठति. अत्र पृथक्त्वम् इति गुणः सर्वदा तदाश्रयद्रव्ययोः द्रव्ये तिष्ठति. यावत्कालं द्रव्यम् अस्ति तावत्कालं पृथक्त्वमपि तस्मिन् तिष्ठति इति तस्मिन् अस्ति इत्युक्ते अत्र घटे पृथक्त्वम् एकमेव इति तावत्पर्यन्तं यावत्पर्यन्तं घटः अस्ति तावत्पर्यन्तं अत्र पृथक्त्वमपि तस्मिन् भविष्यति इति सत्यम् अस्तु अत्र एकम् उदाहरणं स्वीकुर्मः इत्युक्ते भवानेव स्वीकरोतु घटपृथक् घटे घटे पृथक्त्वमस्ति अपि च घटे हस्ते इत्युक्ते पटावधिकपृथक्त्वं घटे अपि च हस्तावधिकपृथक्त्वं घटे अस्तु तत्र पृथक्त्वं कानि पृथक्त्वानि सन्ति तत्र घटे इदानीं घटे इति स्वीकुर्मः चेत् केवलं घटे एव पृथक्त्वं सर्वदा भवति अथवा घटः अन्यवस्तुषु पृथक्तिति वक्तुं शक्नुमः अथवा सर्वदा घटे एकं पृथक्त्वं भवति सत्यं यतोहि अवधयः भवितुम् अर्हति तथापि एकः एव पृथक्त्वं पदार्थे खलु घटः पटात् पृथक् अथवा पृथक्त्वं घटे अस्ति इति इत्युक्ते अत्र अन्य सर्वेषु द्रव्येषु सन्ति तस्मात् पृथक् इति पटावधिकपृथक्त्वं घटे अस्ति हस्तावधिकपृथक्त्वम् अपि घटे अस्ति परन्तु घटे एकमेव पृथक्त्वम् अस्ति अवधयः प्रक्रियामात्रं द्वौ इति इदानीं वक्तुं शक्नुमः परन्तु पृथक्त्वं तु एकः एव अस्तु परन्तु संयोगविषये तद् द्विनिष्ठः अथवा हस्तपुस्तयोगो पुस्तकयोः संयोगः इत्युक्ते हस्ते संयोगः भवति सः संयोगः पुस्तके अपि अस्ति अतः द्विनिष्ठः इति सत्यम् एवं च विभागः अपि अत्र हस्तपुस्तयोः विभागः इति वदामः एकः विभागः एव परन्तु तद् द्विनिष्ठः इति पुस्तके अपि संयोगः अपि च विभागः द्विनिष्ठः इति तु सत्यं परन्तु कथं तिष्ठन्ति द्रव्ये संयोगः द्रव्ये कथं तिष्ठति केन सम्बन्धेन तिष्ठति न न भगिनि संयोगः इति पदार्थः खलु संयोगः इति गुणः एकः पदार्थः गुणः गुणि कथं तिष्ठति केन सम्बन्धेन तिष्ठति गुणः गुणि समवायसम्बन्धेन सत्यं संयोगः अपि द्रव्ये समवायसम्बन्धेन तिष्ठति अस्तु प्रश्नः अस्ति वा पुष्पा भगिनि सम्यक् अवगच्छति खलु तदेव वक्तुं इच्छामि संयोग वदति नूतनतया केनापि आगतं वा आं भगिनि रामप्रिया अस्मि क्षम्यतां विलम्बम् अस्तु तत्सम इदानीं महोदयेन प्रेषितम् एकः करपत्रम् एकं करपत्रमस्ति संयोगविभागयोः स्वभावप्रसङ्गे पुनः किञ्चित् तत्र प्रथमपरिच्छेदं सुनीलमहोदयेन पठितम् अस्तु भगिनि आम् आं भवति अस्तु अस्तु शुकवनं महोदय द्वितीयपरिच्छेदं पठति वा आं पठामि भगिनि किन्तु संयोगः विभागः च तथा न स्तः यस्मिन् काले घटः अपरेण द्रव्येण सह संयुक्तः भवति तस्मिन्नेव काले घटे संयोगरूपगुणः जायते. घटपुस्तकयोः संयोगः यदा जायते तस्मिन् समये संयोगः जायते घटे पुस्तके च. अपि च यदा घटपुस्तकयोः विभागः जायते तदा सः च संयोगः नश्यति. एवं कृत्वा एकस्य घटस्य जीवने बहवः संयोगरूपगुणः जायन्ते नश्यन्ति च. प्रत्येकं संयोगः कालसम्बद्धः भिन्नः च. एकस्मिन् घटे संयोगः नाना भवन्ति. अस्य बहुत्वस्य एकं कारणम् इदं कालसम्बद्धत्वम्. पूर्वस्मिन् परिच्छेदे पृथक्त्वम् इति गुणः एकनिष्ठः. अपि च यदा एकः द्रव्यं जायते तत् द्वितीयक्षणे पृथक्त्वम् इति गुणं तस्मिन् आगच्छति इति वयं दृष्टवन्तः. किन्तु संयोगः तादृशं नास्ति. किमर्थम् इत्युक्ते तत्तु द्विनिष्ठः. यदा उदाहरणार्थं घटः इति स्वीकुर्मश्चेत् संयोगः घटस्य प्रायः भूतलस्य अपि संयोगः भवति. तत्तु एकस्मिन् काले भवति चेत् तस्मिन् काले एव उभयोः मध्ये संयोगः रूपगुणः जायते. पूर्वं न जातं तादृशगुणः संयोगः इति गुणः. यदा घटभूतलयोः संयोगः जायते तदा एव यदा घट भूतलयोः संयुक्तः भवति तदा एव संयोगाख्यगुणः तयोः जायते इति. यदा तयोः मध्ये विभागः जायते तदा संयोगः अपि यत् संयोगः पूर्वं जातं तत् नश्यति अपि. इत्युक्त्वा पुनः तत् घटमेव अन्यस्थले पुस्तके वयं स्थापयामश्चेत् पुनः नूतनसंयोगः घटपुस्तकयोः मध्ये जायते. तत्र द्रव्यमपि द्रव्ये अपि नूतनाः. अपि च संयोगः अपि नूतनाः. किमर्थम् इत्युक्ते तत् अन्यस्मिन् काले भवति इति कृत्वा संयोगः पुनः पुनः नूतनानि जायन्ते. अपि च तत् यदा विभागः जायते तद् नश्यति अपि. संयोगाः नाना भवन्ति इति. अपि च तेषु केवलं द्रव्यसम्बन्धः अपि केवलं द्रव्यसम्बन्धः एव इति न, कालसम्बन्धः अपि अस्ति. अतः तस्य नानात्वमस्ति इति. अस्तु, सम्यक्तया प्रतिपादितं महोदय. किमपि वदनस्य आवश्यकता नास्ति इति भाति. प्रश्नाः सन्ति चेत् पृच्छतां. पुष्पा भगिनी अवगच्छति वा? आम् आम्, तत्तु समयस्य सम्बन्धः अस्ति. कालसम्बद्धत्वम् अस्ति. अस्तु भगिनी, भवती एव पठति वा तृतीयपरिच्छेदम्? आम् आम् आं भगिनि. संयोगभूत्वस्य तत्र सत्यं संयोगभूत्वस्य द्वितीयं कारणं यत् संयोगः द्विनिष्ठः. द्विनिष्ठत्वात् घटपुस्तकयोः संयोगः विलक्षणः. घटपटयोः संयोगः पुनः विलक्षणः. यद्यपि द्वावपि संयोगौ घटे स्तः किन्तु द्वौ भिन्नौ. घटपुस्तकसंयोगः भिन्नः घटपटसंयोगः भिन्नः. अनेन एकस्मिन् एव काले युगपत् द्वौ भिन्नौ संयोगौ घटे भवितुम् अर्हतः. इदानीं तथैव शिकवनमहोदय वदतु न किञ्चित् आम् सत्यं किञ्चित् सः तथा उक्तवान् परन्तु अत्र द्विनिष्ठः तत्प्रसङ्गात् एव द्रव्ये एले द्रव्ये मध्ये संयोगः जायते तेषाम् अनुगुणं संयोगः भवति एकस्यापि संयोगस्य द्वितीयस्य संयोगात् विलक्षणः गुणः एव इति प्रतिपादितं भवत्याः स्वस्य शब्दैः वदतु किञ्चित् बहुत् संयोगः बहुत्वस्य द्वे कारणम् अस्ति द्वितीयकारणम् अस्ति तदैव संयोगः द्विनिष्ठः द्विनिष्ठत्वात् घटपुस्तकयोः संयोगः लक्षणं हा अत्र घटपुस्तकयोः द्विनिष्ठः अस्ति तथैव विलक्षणमस्ति संयोगः गणपतयो गणपुस्तकयोः संयोगः तथैव गणपतयोः संयोगः तु विलक्षणः अस्ति द्वे अपि द्वावपि द्वौ अपि संयोगे संयोग घटे अस्ति तथैव घटे कपाल घटे स्तः किन्तु द्वौ भिन्नौ घटपुस्तकयोः घटपुस्तकसंयोगः घटपटसंयोगः तु भिन्नभिन्न संयोगः अस्ति एकस्मिन् काले एकः घटः पुस्तकस्य अपि च पटस्य सम्पर्कं करोति चेत् एकमेव समये तदा द्वौ भिन्नौ संयोगः घटे भवति द्वौ अपि न बहूनि भवितुम् अर्हति न सत्यं भगिनि कस्यापि सम्पर्कं करोति तस्य सः संयोगः भवति अपि च सः विलक्षणः इत्येव अस्ति प्रथमम् आसीत् कालसम्बद्धत्वं द्वितीयम् अस्ति अत्र विनिष्ठत्वात् यस्मिन् द्रव्ये संयोगः भवति तस्य संयोगस्य विलक्षणम् अस्ति एव इति अस्तु अग्रे गच्छामः वा रामप्रिया भगिनी पठति वा विभागः आम् आं भगिनि विभागः एवमेव घटपुस्तकयोः विभागः द्विनिष्ठः अयं विभागः घटे अपि अस्ति पुस्तके अपि अस्ति घटपटयोः विभागः अपि द्विनिष्ठः घटे पटे च घटपुस्तकयोः विभागः घटपटयोः विभागः च भिन्नः यद्यपि विभागद्वयमपि घटे यदा वयम् अत्र संयोगविषये दृष्टवन्तः इदानीं विभागः इति विभागः अपि यदा द्विनिष्ठः अस्ति संयोगः द्विनिष्ठः तादृशं विभागः अपि द्विनिष्ठः द्विनिष्ठः इत्युक्ते यदा घटपटयोः विभागः भवति चेत् घटे अपि पटे अपि विभागः भवति तदेव द्विनिष्ठः इति अर्थम् यदा घटपटयोः विभागः भवति घटपुस्तकयोः विभागः भवति द्वौ अपि भिन्नौ स्तः यद्यपि विभागद्वयमपि घटे भवति तदापि विभागः भिन्नौ भिन्नौ विभागौ भिन्नौ सत्यम् अवगच्छति खलु यथा संयोगः द्विनिष्ठः तथैव विभागः अपि द्विनिष्ठः यस्य द्वौ पदार्थयोः मध्ये संयोगः आसीत् तस्यामेव विभागः जायते, अपि च तेषामेव विभागः इति गुणः भवति. अपि च यद्यपि एकमेव विभागः द्वयोः पदार्थयोः भवति, परन्तु यद्यपि घटे द्वौ विभागौ स्तः, परन्तु तौ द्वौ भिन्नौ. इत्युक्ते घटे अस्ति, परन्तु घटे पटे मध्ये एकः विभागः, घटपुस्तकमध्ये अन्यत् विभागः. आश्रयद्रव्यस्य भिन्नत्वात् विभागः अपि भिन्नः इति तत्र. भवती एव पठति वा अग्रिमपरिच्छेदम्? आं भगिनि. संयोगनाशको महोदय, संयोगस्य नानात्वं कारण द्वयेन भवति, एकस्तु कालसम्बद्धं, द्वितीयस्तु द्रव्यसम्बद्धं. तादृशमेव विभागस्यापि किल? सत्यं सत्यं. अन्यत् अपि अस्ति, अन्यत् अपि अस्ति. विभागस्य साधनार्थं प्रथमं संयोगः भवतु खलु? आम्. तृतीयबिन्दुः अपि अस्ति तत्र. यत्र संयोगः अस्ति तत्र एव विभागः जायते. तेषां मतमस्ति विभागः तु संयोगनाशकः गुणः, अन्यत्र कुत्रापि न भवति. यत्र संयोगः अस्ति तत्र एव विभागः जायते. अस्तु भगिनि. अस्तु भगिनि, पठति वा? संयोगनाशको गुणो विभागः. संयोगनाशकत्वात् विभागः स्वीक्रियते. विभागः इति विलक्षणगुणः किमर्थं स्वीक्रियते इति चेत्, संयोगस्य नाशः कल्पनीयः. संयोगः विभागेन नाश्यते, तदर्थमेव विभागः कल्प्यते. अपि च यावत् तस्य कार्यम् आवश्यकं तावत्कालमेव सः विभागः कल्प्यते, यदा प्रत्ययः विद्यते. तथैव स च विभागः कल्प्यते अनेन विभक्तः इति प्रत्ययकाले एव भवति. अत्र प्रथमं विभागस्य लक्षणम् इति संयोगनाशको गुणः विभागः इति. इत्युक्ते संयोगनाश नाशनं भवति चेत् विभागः इति गुणः जायते. न भगिनि, संयोगनाशकत्वात् एव विभागः स्वीक्रियते. इत्युक्ते तेषां मतमस्ति यत् विभागः प्रथमं, तदनन्तरं विभागेन संयोगनाशः भवति. ओ आम् आम् आम् विभागेन संयोगनाश आम् आम् खलु. आम् अस्तु. संयोगनाशकत्वात् आं भगिनि अग्रे अग्रे. संयोगनाशकत्वात् विभागः स्वीक्रियते. यदा नाशकत्वात् पञ्चमी विभागः स्वीक्रियते. विभागः इति विलक्षणगुणः किमर्थं स्वीक्रियते इति चेत्, संयोगस्य नाशः कल्पनीयः. विभागः इति विजातीयगुणः, विलक्षणगुणः, विजातीयगुणः. एतत् किमर्थं स्वीक्रियते इत्युक्ते, संयोगस्य नाशः कल्पनीयः. इत्युक्ते संयोगनाशः इति वदनार्थं विभागः इति विजातीयगुणः प्रथमं मयापि एवं चिन्तितं. किमर्थं विभागः इत्यस्य गुणस्य आवश्यकता अस्ति? संयोगः भवति, संयोगः नश्यति इति किमर्थं न स्वीकुर्मः इति. परन्तु तेषां मते, इत्युक्ते नैयायिकानां मते, संयोगः तु द्विनिष्ठः अपि च गुणः गुणिनोः समवायसम्बन्धः, यथा पूर्वमेव वयं दृष्टवन्तः. तदा संयोगः नश्यति इत्युक्ते कथं? संयोगः नश्यति इत्युक्ते समवायेन यत् गुणम् अस्ति तस्य नाशः भवति विना कारणेन, तथा न स्वीकुर्मः खलु. समवायस्य लक्षणमेव अस्ति यत् कार्यस्य अपि च द्रव्यस्य पृथक्त्वं न कर्तुं शक्यते. यथा सर्पः सर्पयति खलु, सर्पस्य अपि च सर्पणक्रियायाः भिन्न भेदः न कर्तुं शक्यते. अत्र किं भवति, संयोगस्य नाशः भवति इति चेत्, अस्तु प्रथमं घटः अस्ति, घटस्य उपरि पुस्तकं स्थापयामः, तत्र संयोगः जायते, नूतनगुणः उत्पद्यते द्वयोः द्रव्ययोः समवायेन खलु. एकमेव संयोगः पुस्तके अपि अस्ति, घटे अपि अस्ति समवायेन. तस्य नाशः भवति चेत् अस्तु पुस्तकं स्वीकुर्मः अन्यत्र स्थापयामि, तदा संयोगः नश्यति. परन्तु तथैव वदनेन तेषां समाधानं न भवति एव खलु. गुणः कथं नश्यति विना कारणेन, तदर्थमेव तत्र विभागः इति नूतनगुणं स्थापयित्वा संयोगनाशकः गुणं संयोगस्य नाशः भवति इति तेषां मतम्. अवगच्छति वा? प्रायः अस्य विवरणं पूर्वं मया न चिन्तितम्, इदानीमेव मनसि आगच्छति. वदामि, तत्र प्रायः भवतः अथवा भवत्याः चिन्तनानि सन्ति चेत् वदन्तु. सम्यक् वा? अग्रे गच्छामः वा? एकं लघु प्रश्नं पृच्छामि वा? सम्यक् सर्वेषु द्रव्येषु न्यूनातिन्यूनं सर्वदा एकः संयोगः भवति किल? अत्र इत्युक्ते इदानीं मम समीपे दूरवाणी अस्ति, पेटिकायाम् अस्ति इति, सर्वदा एकः संयोगगुणः भवति किल? केवलं परमाणुः एव संयोगगुणं विना परमाणोः संयोगः भवति. वयं तु दृष्टवन्तः खलु स्वतन्त्रक्रियया इति. परन्तु अत्र अर्थवार्ता एवम् अस्ति, संयोगः तु यत्र कुत्रापि भवितुम् अर्हति यत्र पृथक्त्वम् अस्ति इति पूर्वं दृष्टवन्तः. पृथगाश्रयाश्रितयोरेव, युतसिद्धयोरेव, मूर्तयोः एव संयोगः जायते. घटपुस्तकं वा, घटगृहं वा, उत्पीठिका, दूरवाणी वा, यत्किमपि भवतु संयोगः जायते. यदा संयोगः जायते तदा एव, यदा द्वौ संयुक्तौ भवतः तदा एव संयोगः इति नूतनगुणः आगच्छति द्रव्ये. परन्तु परमाणोः इति का विवक्षा अत्र? पुनः पृच्छतु महोदय, न अवगच्छामि. इत्युक्ते अहं घटः भूतले अस्ति, अनन्तरं यदा कालानन्तरम् अथवा अन्यदिने एव अहम् एकं पुस्तकं घटस्य उपरि स्थापयामि. तत्र वयम् इदानीं वदामः घटपुस्तकयोः संयोगः भवति इति. सत्यं, तत्र घटभूतलयोः संयोगः इति तद् आसीतेव. सम्यक् आसीदेव, इदानीमपि अस्ति, परन्तु तत्र नूतनसंयोगस्य विषयमेव वयं स्वीकुर्मः इति. सत्यं, यथा पूर्वस्मिन् परिचये दृष्टवन्तः, प्रत्येकः संयोगः भिन्नः. घटभूतलयोः यः संयोगः पूर्वमेव आसीत् तत् तिष्ठति एव. किमर्थं? घटः इदानीमपि भूतले अस्ति. यदा पुस्तकं स्थापयामः घटस्य उपरि तदा नूतनसंयोगः जायते, पुस्तकमपि च घटस्य मध्ये. अस्तु भगिनि, संयोगः विभागेन नश्यते तत्र. संयोगः विभागेन नश्यते, तदर्थमेव विभागः कल्प्यते. संयोगः यत् यदा कटपटयोः मध्ये अस्ति तत् विभागेन तस्य नाशनं भवति, तदर्थमेव विभागः इति गुणः कल्प्यते. अपि च यावत् तस्य कार्यम् आवश्यकं तावत् कालमेव सः विभागः कल्प्यते. इत्युक्ते यदा घटपटयोः मध्ये विभागः अस्ति तावत् कालमेव तस्य कार्यम् आवश्यकं, यावत् तस्य कार्यम् आवश्यकम् इत्युक्ते घटपटयोः विभागः तावत् कालं मात्रमेव तस्य विभागः कल्प्यते. यदा अग्रिमक्षणे वा कालानन्तरं तस्य संयोगः भवति तत्र विभागस्य नाशः भवति. इत्युक्ते अत्र किञ्चित् चिन्तनीयं भवति, यावत्पर्यन्तं संयोगस्य नाशनम् अपेक्षितं तदा विभागः कल्प्यते. परन्तु विभागः क्षणमात्रं तिष्ठति वा चिरं तिष्ठति वा इत्यस्य वक्तुं न शक्नुमः. तस्य महोदय शुकवनमहोदय एतदेव पृष्टवान् खलु द्रवत् आद्यपतनक्रिया विषये. आं भगिनि. इत्युक्ते विभागः यदा कल्प्यते इति वक्तुं शक्नुमः, यदा संयोगस्य नाशः भवतु इति अस्माकं मनसि आगच्छति अथवा यत्र प्रतीतिः जायते तत्र विभागस्य कल्पना उदेति अथवा गुणम् उदयति. परन्तु यावत्पर्यन्तं तिष्ठति इति न वक्तुं शक्नुमः. इदानीमपि अस्ति, यः जानाति सः जानाति, यः न दृष्टवान् सः प्रायः न जानाति तत्र विभागः अस्ति इति. इत्युक्ते कालसम्बद्धत्वं विभागस्य विषये यावत्पर्यन्तं तिष्ठति इत्यस्य विषये किञ्चिदपि न वक्तुं शक्नुमः इति मम चिन्तनम्. भवत्याः चिन्तनमस्ति वा भगिनि? नास्ति भगिनि. यदा प्रत्ययः विद्यते खलु, यः सुनीलमहोदय जानाति घटपुस्तकयोः संयोगः आसीत् तदनन्तरं विभागः जायते संयोगनाशः अभवत्, परन्तु भवती विभागस्य अनन्तरम् आगच्छति चेत् भवती न जानाति तत्र संयोगः आसीत् प्रथमम् इति. तदर्थं न वक्तुं शक्नुमः, यः जानाति सः जानाति. अस्तु, नूतनचिन्तनानि सन्ति चेत् उच्यतां, नो चेत् तथैव अस्ति मम चिन्तनम्. आं भगिनि, अपि च तत्र यदा चिरं तिष्ठति इति एकस्य पक्षं, चिरं न तिष्ठति इति अन्यपक्षं, तत्र किमपि प्रयोजनं नास्ति द्वयोः पक्षयोः. यदा वयं स्वीकुर्मश्चेत् प्रयोजनः एव नास्ति. किमर्थम् इत्युक्ते उदासीनः. हा, उदासीनः. आम् आम्, सम्यक् कृति. तत्र वयम् उदासीनभावमेव स्वीकुर्मः. सत्यम्. अपि च अन्यद्विषयम् अहं वक्तुम् इच्छामि भगिनि. अत्र कल्प्यते इति पदम् उपयुक्तं, तादृशं भाति नो, वयं विभागः इति गुणः तत्र कल्प्यन्ते. अपि च यदि यथा भवत्या उक्तं तत्र किञ्चित् अनुमानमेव कृत्वा संयोगः इति गुणः आगच्छति, अतः तस्य नाशनं भवेत् चेत् विभागः इति गुणस्य आवश्यकम् इति. तत्तु सत्यमेव, किन्तु केवलं स्मरणार्थं स्मारकार्थम् अत्र इदं वदामि. नैयायिकानां मते विभागः गुणः द्वीन्द्रियग्राह्यगुणः, चक्षुः त्वचा अपि ग्रहीतुं शक्यते इति तेषां मतम् इत्युक्ते तत्. अस्तु, यः अपि च यः कोऽपि वदति अत्र विभागः अस्ति तदा मनसि आगच्छेत् प्रायः संयोगः आसीत् पूर्वम् अनुमानमपि कर्तुं शक्यते. इदानीं संयोगः अस्ति, नूतन विभजनं कुर्मः इत्युक्ते पृथक् पृथक् कुर्मः, तदा विभागः अस्ति इति प्रायः यथा भवान् उक्तवान् द्रष्टुं शक्यते, स्प्रष्टुं शक्यते, अपि च विभागः जातमिति वदनेन अनुमानमपि कर्तुं शक्यते संयोगः आसीत्. तावदेव. अस्तु भगिनि, अग्रे पठति वदति वा किञ्चित्? आं भगिनि, यदा प्रत्ययः विद्यते तथैव स च विभागः कल्प्यते, अनेन विभक्तः इति प्रत्ययकाले एव भवति. अत्र यदा प्रत्ययः विभक्तः इति प्रत्ययः विभागः तथैव स च विभागः कल्प्यते. यदा प्रत्ययः विद्यते इत्युक्ते घटः पटात् विभक्तः इति प्रत्ययः, अनेन विभक्तः इति प्रत्ययकाले एव भवति इत्युक्ते पुनः तदेव उक्तम् इति अहं चिन्तयामि. यत्र विभागः इति पश्यामः, यदा यथा महोदयेन उक्तम् इदानीमेव, घटपुस्तकयोः भेदः भवति चेत् इत्युक्ते प्रथमं संयुक्तः आसम्, इदानीं विभक्तः इति चिन्तयतु, तत्र एव प्रत्ययः विद्यते खलु. यदा प्रत्ययः विद्यते तदा एव विभागः कल्प्यते. यदा वयं पश्यामः प्रथमं संयुक्तौ इदानीं भिन्नभिन्नौ स्तः, तदा एव विभागस्य गुणस्य कल्पना भवति अथवा कल्प्यते. तदेव उक्तं पुनः प्रत्ययकाले एव भवति विभक्तः इति प्रत्ययकाले एव विभागस्य गुणस्य कल्पना भवति. अस्य वदनेन चिरं कालं तिष्ठति अथवा न तिष्ठति इति न आशा. आशा अस्ति यत् तदा एव विभागः जायते इति. अस्तु, सुनीलमहोदय पठति वा? अग्रिमक्षणं तत्क्षणं विभागः जायते. अहं पठामि. घटपटयोः संयोगः तदा तयोः विभागः पुनः संयोगः पुनः विभागः इति रीत्या नानाविभागाः स्वीक्रियन्ते. एवञ्च संयोगभेदेन विभागः भिद्यते. घटपटयोः क्रमेण संयोगः विभागः संयोगः विभागः इति स्थितौ प्रथमसंयोगस्य तन्नाशकः विभागः पुनः द्वितीयसंयोगस्य तन्नाशकः विभागः द्वावपि विभागो भिन्नौ. अस्य बोधनार्थम् एते गुणाः क्रियान् कालपर्यन्तं तिष्ठन्ति इति विषये चिन्तनीयम्. यदा संयोगः नाशनीयः तदा एव विभागः उत्पद्यते. अत्र अत्र संयोगविभागयोः अत्र आवलिः अस्ति. अत्र घटपटयोः संयोगः भवति, अनन्तरं विभागः भवति, पुनः संयोगः पुनः विभागः इति. तत्र विभागाः भिन्नभिन्नाः इति सन्ति. अतः संयोगभेदेन विभागः विद्यते इति सत्यं खलु. अतः घटपटयोः संयोगः विभागः पुनः संयोगः पुनः विभागः इति अत्र अस्ति चेत् प्रथमसंयोगस्य नाशकः कश्चन विभागः, पुनः द्वितीयसंयोगस्य नाशकः अन्यविभागः इति. तत्र द्वौ भिन्नौ द्वौ विभागौ भिन्नौ इति. अत्र अस्य बोधनार्थम् एते गुणाः कियान् कालपर्यं तिष्ठन्ति इति विषये चिन्तनीयम्. अतः अत्र एषः गुणः कियत्पर्यन्तम् अत्र तिष्ठति इति वयं चिन्तयामः. अत्र यदा संयोगः नाशनीयः तदा एव विभागः. अतः अत्र संयोगः संयोगस्य नाशनं भवति तत्रैव तदा एव विभागस्य उद्भवमपि भविष्यति. इत्युक्ते संयोगाः भिन्नभिन्नाः खलु, कालसम्बद्धत्वम् अस्ति. यदा घटपुस्तकयोः संयोगः भवति तदेव घटपुस्तकयोः पुनः संयोगः भवति चेदपि तत्र संयोगः भिन्नः, कालसम्बद्धत्वम् अस्ति. अत्र विभागस्य चिन्तनं यत्र यदा विभाग यदा संयोगः नश्यति तस्मिन्नेव क्षणं अथवा तस्य नाशनार्थमेव विभागस्य कल्पना भवति. प्रथमविभागः भिन्नः, द्वितीयविभागः भिन्नः, यतोहि द्रव्ययोः समानं संयोगः भिन्नः, समयः भिन्नः, तदर्थं विभागः अपि भिन्नाः इति तेषाम् आशयः अत्र. यदा संयोगः अस्तु नाशनीयः तदा एव विभागः उत्पद्यते. सम्यक् अस्तु. प्रश्नाः सन्ति चेत् पृच्छतां, नो चेत् अग्रे गच्छामः. कियान् अर्थं किं? कियान् कियत् इति, कियत् इति नपुंसकलिङ्ग, कियान् इति पुल्लिङ्गः. अस्तु, शुकवनं महोदय पठति वा अग्रिमपरिच्छेद? आं पठामि भगिनि. अनेन बोधः जायते यत् एकस्मिन् द्रव्ये बहवः संयोगाः विभागाः च भवन्ति. एकस्मिन् द्रव्ये पृथक्त्वम् एकं, किन्तु तस्मिन्नेव द्रव्ये संयोगः विभागः च बहवः प्रत्येकं च भिन्नः. सारांशत्वेन वयं पूर्वस्मिन् पूर्वपरिच्छेदयेषु यद् दृष्टवन्तः तत् सारांशत्वेन अत्र उक्तमस्ति. पृथक्त्वं तु एकस्मिन् द्रव्ये एकमेव, तत्तु द्रव्यं यदा जायते तत् द्वितीयक्षणे तस्मिन् आगच्छति. किन्तु संयोगः विभागः द्विनिष्ठः, अतः तादृशं न जायते. एकं तु ते बहवः संयोगाः बहवः नाना भवन्ति, कालसम्बन्धात् अपि च द्रव्यसम्बन्धात्. प्रत्येकं संयोगस्य नाशकः विभागः, अतः तदपि तस्मिन्नपि बहुत्वम् अस्ति इति. अग्रिममपि पठतु महोदय. आम्, पूर्वम् उक्तं यत् द्रव्योत्पत्तेः तदुत्तरक्षणे पृथक्त्वं जायते, संयोगः अपि तथा. यथा घटः उत्पद्यते संयोगसम्बन्धेन चक्रे, प्रथमं घटोत्पत्तिः, तदुत्तरक्षणे घटचक्रयोः संयोगोत्पत्तिः, घटाकाशयोरपि संयोगः तदुत्तरक्षणे जन्यते. ततः अग्रे च कालान्तरे घटेन सह बहूनां द्रव्याणां कर्मजाः संयोगाश्च संयोगाः उत्पद्यते. विभागस्तु द्रव्योत्पत्तेः तदुत्तरक्षणेन जायते, यतोहि विभागः संयोगनाशकः. प्रथमतया संयोगः भवति, तदनन्तरं क्रियाविभागः जायते. इदानीं संयोगः कदा जायते इत्यस्मिन् विषये, अपि च विभागः कदा जायते इत्यस्मिन् विषये चर्चा. द्रव्योत्पत्तेः तदुत्तरक्षणे पृथक्त्वं जायते इति वयं दृष्टवन्तः, तत्तु एकमेव. संयोगः अपि तथा भवति. उदाहरणार्थं घटः कुत्र जायते चेत् चक्रे एव जायते, कपालसंयोगात् घटः जायते. यदा घटः जायते तस्मिन् द्वितीय तस्मिन् नास्ति, तस्य द्वितीयक्षणे घटस्य अपि चक्रे संयोगः, घटचक्रयोः संयोगः जायते. किमर्थम् इति चेत् तत्र सम्बन्धः अस्ति इति कारणेन घटचक्रयोः मध्ये संयोगः जायते द्वितीयक्षणे, यदा घटं घटः उत्पद्यते तस्य द्वितीयक्षणे एव घटस्य अपि च चक्रस्य संयोगः जायते. तादृशं वयं तादृशं विभुपदार्थाः सन्ति आकाशादि, इत्युक्ते आकाशः, दिक्, कालः, आत्मा इत्यादि द्रव्याः अपि सन्ति. तेषु अपि घटस्य संयोगः जायमानस्य उत्तरक्षणे एव, द्वितीयक्षणे एव तयोः संयोगः भवति, तत्रापि संयोगः जन्यते. तदनन्तरं यदा वयं घटं स्वीकृत्य अन्यस्थले, भूतले वा पुस्तके वा पटे वा वयं स्थापयामश्चेत् नूतन संयोगाः जायन्ते एव. पुनः तत् स्वीकृत्य अन्यत्र स्थापयामि चेत् पुनः पटे एव तत् पटे एव वयं स्थापयामश्चेदपि नूतनाः संयोगाः जायन्ते. यानि नूतनानि संयोगाः जायन्ते तानि याः नूतनाः संयोगाः जायन्ते ताः नूतनाः विभागाः अपि भवितुम् अर्हति यदा तयोः मध्ये क्रिया जायते चेत्. क्रियया एव विभागः जायते इति कारणेन विभागः अपि जायन्ते तयोः मध्ये. सत्यं, परन्तु संयोगस्य विषये क्रिया एव कारणं नास्ति, कर्मजः वा संयोगजः वा भवितुम् अर्हति खलु. अवयवाः यदा क्रिया अवयवे जायते तदा अवयविनी संयोगजसंयोगः भवति एव. तदर्थं विभागस्य क्रियया, विभागं तु क्रियया जायते परन्तु संयोगः तथा नास्ति. क्रियया जायते परन्तु अन्य संयोगजः संयोगः अपि भवितुम् अर्हति. आम्, विभागस्य अन्यः बिन्दुः अपि अस्ति, तस्य जननार्थं प्रथमं संयोगः भवतु, तदनन्तरमेव विभागः तस्य नाशकः भवति. आम् आम् आम् सत्यम्. अस्तु, प्रश्नः अस्ति वा? तत्र घटाकाशः, घट अपि च आकाशस्य संयोगः भवान् किं चिन्तयति तत्र? कपाल आकाशस्य संयोगः पूर्वमेव आसीत्. यदा घटः जायते तदा घट आकाशयोः संयोगः जायते. तत्र कपाल आकाशस्य संयोगः कारणं भवति वा? न भगिनि, किमर्थमित्युक्ते घट प्रथमं जातं भवेत् तदनन्तरमेव तस्य संयोगः भवितुम् अर्हति. तत् मया एकमतं, परन्तु अनुभवविरुद्धः खलु, आकाशः पूर्वमेव अस्ति तस्मिन्नेव घटे घटः नास्ति किल, परन्तु आकाशे एव घटः जायते. तत् भवतु, संयोगः इति गुणः द्विनिष्ठः, इत्युक्ते यदा द्विनिष्ठः इति वदामश्चेत् पदार्थद्वयमपि भवेत्. यदा घटः नास्ति कपालौ यदा वर्तते तत्र घटः नास्ति. यदा कपालो मध्ये संयोगः जायते तदनन्तरक्षणमेव घटः उत्पत्तिः भवति, तदनन्तरक्षणमेव घट आकाशयोः मध्ये संयोगः भवितुम् अर्हति. अस्तु, सम्यक् महोदय, सम्यक्. अस्तु, पुष्पा भगिनी पठति वा अग्रिमपरिच्छेदम्? अत्र घटे एक एव विभागः इति नास्ति, पृथक्त्वं, पृथक्त्वं, पृथक्त्वं कालसम्बन्धं च क्रियासम्बन्धं च नास्ति. भगिनी, सम्बद्धं, सम्बद्धं, सम्बद्धं, हा हा, सम्बद्धम्, अस्तु अस्तु अस्तु. पृथक्त्वं कालसम्बद्धं धं च क्रियासम्बद्धं च नास्ति. संयोगः विभागः विभागः न संयोगः विभागः च संयोगः विभागः च कालसम्बद्धः. संयोगः क्रियासम्बद्ध तु संयोगः क्रियासम्बद्ध तु न वक्तव्यं यतोहि कर्मजसंयोगापि भवति. अवयवसंयोगजसंयोगोऽपि भवति. अवयवसंयोगात् अवयविनि संयोगः जायते. तादृशे संयोगे क्रिया न निमित्तं. अस्तु. अत्र पृथक्त्वम् इति गुणस्य कालसम्बद्धः क्रियासम्बन्धः च नास्ति अत्र. भगिनि कदा पृथक्त्वं जायते? कदा पृथक्त्वं जायते? पृथक्त्वं घटपटात् पृथक्त्वं. भगिनि यदा द्रव्यं जायते तद् उत्तरक्षणे एव गुणः जायते खलु. पृथक्त्वम् इति एकः गुणः. तदर्थं पृथक्त्वं द्रव्यस्य उत्पत्ति अनन्तरक्षणे एव जायते. तदर्थं तस्य क्रियासम्बद्धत्वं नास्ति. एकवारं वदतु. पृथक्त्वम् इति एकः गुणः खलु. द्रव्योत्पत्ति द्वितीयक्षणे एव जायते. यस्य कस्यापि गुणस्य तथैव अस्ति. प्रथमं यदा द्रव्यं जायते एकक्षणं यावत् निर्गुणं तिष्ठति. तदनन्तरं रूपम् आगच्छति, एकत्वम् आगच्छति, पृथक्त्वम् आगच्छति द्वितीयक्षणे एव. अस्तु. तदर्थं तत्र क्रियासम्बद्धत्वं नास्ति. क्रिया संयोगः विभागः तु कालसम्बद्धः. संयोगः कालं सम्बन्धस्तु नास्ति. संयोगः तु वक्तव्यं. क्रियासम्बन्धः तु न वक्तव्यम्. न वक्तव्यम् इत्युक्ते क्रियासम्बन्धं न वक्तव्यं. कर्मजसंयोग अपि भवति. तत्र कर्मज द्विप्रकारकः खलु. भगिनि संयोगः द्विनिष्ठः, तत् सत्यं, तत्र दोषः नास्ति. परन्तु संयोगः द्विप्रकारकः इति उक्तमस्ति अत्र. कर्मजसंयोगः अपि च संयोगजसंयोगः पठितम् अस्माभिः. अवयव संयोगजसंयोगः अपि. अवयवसंयोगात् अवयविनि संयोगः जायते. तत् वृक्षस्य कोऽपि अवयवनि वृक्षः अवयवनि अवयव शाकाः शाकाः तादृशे संयोगे क्रिया न निमित्तं खलु अस्तु तत्र लिखितम् अस्ति संयोगः क्रियासम्बद्धः इति न वक्तव्यम् इत्युक्ते सर्वे संयोगाः कारणं क्रिया इति न वक्तुं शक्नुमः संयोगसंयोगस्य क्रियासम्बद्धत्वं नास्ति इत्येव विवक्षा अत्र अवगच्छति वा अस्तु अवप्रियभगिनी पठति वा अन्तिमपरिच्छेदम् अवधिकत्वं तत्पूर्वं घटे तत्र मम किञ्चित् चिन्तनमस्ति भगिनि कथं वयं क्रियया क्रियायाः निमित्तकारणं न स्वीकर्तुं शक्यते यद्यपि संयोगजसंयोगे क्रियायाः सम्बन्धः नास्ति तथापि यदा कर्मजसंयोगः न जायते चेत् संयोगजसम्बन्धः न भवति किल संयोगजसंयोगः भवति यदा कर्मजसंयोगः जायते अवयवे खलु आम् तदा इत्युक्ते व्यापाररूपेण तस्य व्यापाररूपेण तस्य कारणत्वं वयं स्वीकर्तुं शक्नुमः किल व्यापाररूपेण न इत्युक्ते तज्जन्यत्वे सति तज्जन्यजनकत्वं व्यापारस्य लक्षणम् अहं वदामि तज्जन्यत्वे सति तज्जन्यजनकत्वं तत्र प्रथमं तज्जन्यत्वे इति तत्र तत् इति क्रिया जन्यत्वम् इति कर्मजसंयोगः पुनः तज्जन्यजनकत्वं तत्र तत् इति क्रिया जन्य इति संयोगजसंयोगः जनकत्वम् इति कर्मजसंयोगः परन्तु पश्यतु यत्र घटचक्रयोः व्यापारः वयं दृष्टवन्तः तत्र तज्जन्यत्वे सति तज्जन्यजनकत्वं द्वितीयतत् अस्ति कार्यं घट जन्यमस्ति तत् इति नास्ति जन्यमस्ति कार्यं तदेव अहं वदामि अत्रापि तज्जन्यजनकत्वं तज्जन्य इति कार्यं तस्य जनकत्वं व्यापारे अत्र यत् क्रिया अपि च कर्मजसंयोगः अपि च संयोगजसंयोगः इति चिन्तयामः चेत् तज्जन्यत्वे सुति तत् इति क्रिया सम्यक् तज्जन्यत्वे इति कर्मजसंयोगः तज्जन्यजनकत्वं तज्जन्य वयं न स्वीकुर्मः क्रिया इति संयोगजसंयोगस्य कारणमिति न स्वीकर्तुं शक्नुमः अधिकरणं नास्ति तत्र निश्चयितरूपेण कपालस्य अपि च चक्रस्य अपि च घटस्य सम्बन्धं स्पष्टतया वक्तुं शक्नुमः तत्र अत्र परम्परया स्वीकर्तुं शक्नुमः व्यापाररूपेण इति न इति मम मनसि अस्ति परन्तु पुनः अहं यदा इदानीमेव लिखित्वा दृष्टवान् अहं किं वदामि इति तज्जन्यत्वे सति तज्जन्यजनकत्वम् अत्र तत् प्रथम तज्जन्यत्वे इति समासे तत् इति क्रिया जन्यत्वम् इति कर्मजसंयोगः पुनः तज्जन्यजनकत्वम् अत्र तत् इति क्रिया जन्यः इति संयोगजसंयोगः जनकत्वम् इति कर्मजसंयोगः यदा वयं दण्डः चक्रभ्रमणम् अपि च घटः इति स्थले वदामः तादृशम् अत्रापि वक्तुं शक्यते इति नो चेत् अनुभवरीत्या वयं पश्यामश्चेत् कर्मजसंयोगः क्रियया एव भवति सत्यं तदा एव संयोगजसंयोगः अपि भवति हस्ते क्रिया न जायते चेत् शरीरे संयोगजसंयोगः न जायत्येव तदा किं भवति अवयव अवयविनोः पृथक्त्वम् आगच्छति पूर्वं दृष्टवन्तः अस्तु चिन्तयामः अस्तु चिन्तयित्वा लिखामः अनन्तरं यथा सर्वदा भवति खलु महोदय तत् तत्तु एकं. द्वितीयचिन्तनमपि संयोगजसंयोगः यत्र यत्र अवयव अवयवी अवयवीसम्बन्धः अस्ति तत्र तत्र संयोगजसंयोगः भवति इति वक्तुं न शक्यते इति मम चिन्तनम्. उदाहरणार्थं वदामि, घटकपालं स्वीकुर्मश्चेत् घटस्य घटे क्रिया न भूत्वा कपाले एव क्रिया भवति इति कदापि न वक्तुं शक्नुमः किल. घटं विहाय कपाले क्रिया न भवति. यदा वयं हस्तं स्वीकुर्मश्चेत् हस्तः स्वीकुर्मश्चेत् हस्ते क्रिया भवति न तु शरीरे, किन्तु तत्कारणेन शरीरे अपि संयोगः भवति इति वक्तुं शक्नुमः. अनुभवमपि अस्ति, किन्तु कपाले क्रिया जायते न तु घटे इति अनुभवः एव नास्ति किल. तत् सत्यं महोदय, अनुभवविरुद्धः अस्ति, परन्तु अवयव अवयविनी समवायसम्बन्धः एव कल्पनीयः. तत्र वदतु, भवान् चिन्तयति यत् घटे कार्यमस्ति अथवा कपाले कार्यमस्ति घटे नास्ति इति न स्वीकर्तुं शक्यते इति. आम्, इत्युक्ते तत्र कर्मजसंयोगः संयोगजसंयोगः इति विभजनं कर्तुं न शक्यते इति. यदा वयं हस्तशरीरमध्योः वयं विभजनं कृत्वा उभयत् संयोगस्य द्वैविध्यं कल्प्यते, तादृशं कपालघटमध्ये तादृशं न वक्तुं शक्यते इति. अस्तु अस्तु, मम चिन्तनमस्ति एतादृशप्रश्नाः बहूनि चिन्तितवन्तः पूर्वमेव भवतः सह अपि च तत्पूर्वमपि, परन्तु नैयायिकमतेन तथा न स्वीकर्तुं शक्यते. घटः समवायेन कपाले तिष्ठति, कपाले कार्यं जायते चेत् घटे अन्यत् मूर्तद्रव्येण क्रिया जायते चेत् कर्मजसंयोगः कपाले भवति अपि च संयोगजसंयोगः घटे भवति यदा भिन्नमूर्तद्रव्यम् अस्ति चेत्, नो चेत् न भवति. तदेव पुनः पुनः उक्तमस्ति पुस्तके. अत्र पुनः संयोगजसंयोगस्य विषये भिन्नमूर्तद्रव्यं भवतु खलु, यथा हस्तवृक्षयोः सम्पर्कः भवति, कर्मजसंयोगः भवति, हस्ते क्रिया जाता चेत् तदा शरीरस्य वृक्षस्य संयोगजसंयोगः भवति. परन्तु अत्र वृक्षः इति व्यापारः न भवितुम् अर्हति. तदेव भवान् वदति खलु. अत्र क्रिया अहं चिन्तनद्वयं स्थापितवान्, तेषु मध्ये किमपि सम्बन्धः नास्ति. प्रथमं तु यत्र यद् अत्र लिखितमस्ति तादृशे संयोगे क्रिया न निमित्तं, तद् मया न अङ्गीकृतं. किमर्थम् इत्युक्ते क्रिया व्यापारत्वेन कारणं भवितुम् अर्हति इति मम पक्षः. तत्तु एकम्. अन्यपक्षं तु यदा वयं वदामः प्रथमं हस्ते क्रिया जायते, हस्तवृक्षयोः मध्ये संयोगः कर्मजसंयोगः भवति, तद्द्वारेण शरीरस्यापि संयोगजसंयोगः वृक्षे जायते इति वदामः, तादृशं घटकपालयोः घटकपालविषये तादृशं न वक्तुं शक्नुमः. किमर्थम् इत्युक्ते प्रथमं तु कपालस्य अपि च भूतलस्य संयोगः जायते तदनन्तरम् इति तत्र तादृशं न वक्तुं शक्नुमः इति. न श्रूयते महोदय. भगिनी श्रूयते वा? इदानीं श्रूयते. ओ भवतु भगिनी, एतादृशचिन्तनम् आगच्छति. भवती चिन्तयतु, इदानीं भग्नं भग्नं जायते महोदय, सम्यक्तया न श्रूयते भवतः ध्वनि. ओहो अहं खण्डित्वा पुनः आगच्छामि भगिनि. अस्तु अस्तु भगिनी भवत्याः खलु आम् कुत्र पठनीयमेव इति विस्मृतवती कुत्र भगिनि भगिनि एक प्रश्नं व्यापारः पुस्तके कुत्र अस्ति प्रायः करपत्रे अस्ति भगिनि अन्वेषणं कृत्वा प्रेषयामि अस्तु करपत्रे अस्ति अस्तु रामप्रिया भगिनी पठति वा अन्तिमपरिच्छेदं तत्र घट एक एव इति किल घट एक एव विभागः इति नास्ति यदा यदा संयोगः नाशनीयः तदा तदा विभागान्तरं जायते तदा तदा विभक्तः इति प्रत्ययः भवति याः याः विभागविषय विषयिण्यः प्रतीतयः जायन्ते प्रत्येकस्यां प्रतीतौ भिन्नः विभागरूपविषयः कालान्तरेण विभागो भिद्यते कालविशेषे एव प्रतीतिः अवधिभेदेन च विभागो भिद्यते घटः पटात् विभक्तः घटः पुस्तकात् विभक्तः अत्र घटे भिन्नौ विभक्तौ विभागौ क्षम्यताम् अपि च संयोगः यदा न नाशनीयः तदा विभागो नास्ति एव अत्र घटे एकः एव विभागः इति नास्ति इति उक्तमस्ति किमर्थम् इत्युक्ते यदा यदा संयोगस्य नाशः भवति तदा तदा विभागः विभागः जायते तत्र विभक्तः इति प्रत्ययः भवति याः याः विभागविषयिण्यः प्रतीतयः जायन्ते प्रत्येकस्यां प्रतीतौ भिन्नविभागरूपविषयः इत्युक्ते यदा घटः पटात् विभक्तः वा घटः पुस्तकात् विभक्तः घटः भूतलात् विभक्तः इति प्रतीतयः जायन्ते विभागविषयिण्यः प्रतीतयः जायन्ते प्रत्येकस्यां प्रतीतौ इत्युक्ते घट पटात् विभक्तः इति प्रत्येकस्यां प्रतीतौ भिन्नविभागरूपविषयः भिन्न विषयः अस्ति विभाग विभागस्थले भिन्नरूपविषयः अस्ति इति इत्युक्ते प्रतीति इत्युक्ते ज्ञानं खलु ज्ञानस्य विषयः भिन्नः यत्र कुत्रापि विभागस्य प्रतीतिः जायते अथवा विभक्तः इति प्रतीतिः जायते तस्य ज्ञानस्य विषयः भिन्नः भिन्नः एव भवति इति अर्थः तत्र कालान्तरेण विभागो भिद्यते कालविशेषे एव प्रतीतिः कालान्तरेण इत्युक्ते तदेव इत्युक्ते यत्र घटपुस्तकं संयोगः अस्ति तत्र संयोगनाशः करणीयः इति चेत् प्रथमं विभागं स्वीकुर्मः पुनः तदेव घटपुस्तकयोः संयोगः भवति चेत् कालान्तरेण विभागः भिद्यते यतोहि द्वयोः द्रव्ययोः समानमेव परन्तु कालान्तरेण भिद्यते इति अवधिभेदेन च विभागो भिद्यते विभागः तु अवधिभेदेन भिद्यते घटः पटात् विभक्तः घटः पुस्तकात् विभक्तः इति उदाहरणरूपेण दत्तमस्ति अवधिभेदेन विभागः अत्र भिद्यते इति अत्र आम् अत्र घटः भिन्नौ विभागौ इत्युक्ते पटात् विभक्तः पुस्तकात् विभक्तः अतः भिन्नौ विभागौ अस्ति अपि च संयोगः यदा न नाशनीयः तदा विभागौ नास्ति एव च संयोगः यदा न नाशनीयः यदा घटपटे संयोगः अस्ति एव इत्युक्ते तत्र विभागः नास्ति एव नास्ति एव अग्रे गत्वा पश्यामः खलु, आश्रयजन्यनाशजनगु आश्रयनाशाजन्यगुणनाशः आश्रयजन्यगुणनाशत्वात् इति अनुमानेन अत्र विभागः तत्र एव स्वीकुर्मः यत्र संयोगस्य नाशः अपेक्षितः, तदा तावदेव. वस्तु संयोगः यदा न नाशनीयः तदा विभागः नास्ति एव. प्रश्नः अस्ति वा? न भगिनि. अवधिभेदेन विभागः विद्यते तत्तु वयं जानीमः. संयोगस्य स्थले पञ्चमी विभक्तिः न भवति एव, तत्र अवधिः न नास्ति एव खलु. हस्तौ संयुक्तौ अथवा घटपुस्तकौ घटपुस्तकं संयुक्तौ इति वदामः, परन्तु विभागः तत्र एव अवधिः आगच्छति. घटः पटात् विभक्तः अथवा घटः पुस्तकात् विभक्तः. अग्रे गत्वा सर्वं दीर्घचर्चा कृत्वा परिशीलयामः कुत्र अवधिः भवति, कुत्र अधिकरणं भवति इति सर्वं. परन्तु अत्र एवमेव चिन्तनीयं यत् संयोगस्य स्थले अवधिः न भासते एव, परन्तु विभागस्य स्थले अवधिः भवति खलु. सम्यक् वा? अस्तु, किञ्चित् समयः अस्ति. महोदय, सुनील् महोदय पठति वा अवधिकत्वम्? पठामि. अवधिकत्वं घटपटयोः संयोगः भवति तदा घटः पटात् विभक्तो भवति. यदा यदा च संयोगः नाशनीयः तदा तदा यः विभागः कल्प्यते येन द्रव्येण सः संयोगः नाशनीयः विभागः तदवधिकः. पूर्वमपि दृष्टं यत् संयोगस्य एकस्यां प्रतीतौ एकावधिः घटावधिकः पटसंयोगः. अत्र इदानीम् अवधिकत्वविषये अस्ति. घटपटयोः संयोगः भवति, तत्र घटः पटात् विभक्तः अपि भवितुम् अर्हति. अतः तत्र यत्र संयोगनाशनं भवति तत्र विभागः इति कल्प्यते. अतः अनन्तरम् अत्र केन द्रव्येण संयोगः संयोगनाशः भवति तत्र विभागः तदवधिकः इति अस्ति. अतः पूर्वं वयं दृष्टवन्तः अत्र संयोगस्य एकस्यां प्रतीतौ एकावधिः इति, अतः घटावधिकः पटसंयोगः इति. इत्युक्ते अत्र अत्र अत्र अस्तु, अन्तिमवाक्यस्य अर्थः अवगतः वा? पूर्वं यत् संयोगस्य एकस्यां प्रतीतौ एकावधिः घटावधिकः पटसंयोगः. अस्तु, परन्तु पञ्चमी विभक्ति, मम चिन्तनम् आसीत् संयोगस्य स्थले अवधिः न स्वीक्रियते इति, परन्तु अत्र लिखितमस्ति एकस्यां प्रतीतौ एकावधिः. अस्तु, मम किञ्चित् भ्रमः जातः, परन्तु भिन्नमेव अत्र. अवधिः यत्र भासते तत्र पञ्चमी विभक्तिः भवति एव, परन्तु अत्र तथा नास्ति. यतोहि पञ्चमी विभक्तिः न स्वीक्रियते तथापि संयोगस्य एकस्यां प्रतीतौ एकावधिः घटावधिकपटसंयोगः. अस्तु अस्तु, इत्युक्ते यत्र संयोगस्य नाशनम् इच्छामः विभागः तदवधिकः. किञ्चित् भ्रमः अस्ति तत्र. सम्यक् वा महोदय? सुकुमारमहोदय, भवान् किं वदति तत्र? अन्तिमवाक्यं सत्यम्? अन्तिमवाक्यस्य पूर्वतनवाक्ये एव अहं मया स्थगितं. येन द्रव्येण सह संयोगः नाशनीयः इत्युक्ते किं भगिनि? अस्तु इत्युक्ते हस्तपुस्तकयोः संयोगः इति अस्ति इति चिन्तयतु. तत्र लिखितमस्ति घटपटयोः संयोगः अस्ति इति चिन्तयतु. येन द्रव्येण सह संयोगः नाशनीयः इत्युक्ते मम चिन्तनम् एवम् आसीत्, मम अवगमनमपि एवम् आसीत्. एकः भवति अधिकरणः अधिकरणम्, अन्यः भवति अवधिः इति. इत्युक्ते येन द्रव्येण सह संयोगः नाशनीयः इत्युक्ते एकः अधिकरणं तदेव अवधिः भवति इति. यदा वयम् अन्य उदाहरणं स्वीकुर्मः, घटभूतलयोः मध्ये संयोगः अस्ति इति, तत्र कोऽपि घटं नयति चेत्, ततः नयति चेत् तद्द्रव्येण संयोगः नश्यति इति वा? घटेन संयोगः नश्यति येन द्रव्येण सह, इत्युक्ते द्रव्यद्वयमस्ति खलु. आम्, घटं घटकपालयोः मध्ये संयोगः विभजति, नश्यति, नश्यति विभागं घटकपालयोः मध्ये वा? तथैव वक्तुं शिखवन महोदय, घटपालयोः मध्ये संयोगस्य विषयः विवक्षा एव नास्ति. घटभूतलयोः मध्ये संयोगः अस्ति इति चिन्तयामश्चेत् कोऽपि आगत्य घटं ततः नयति चेत् तद् येन द्रव्येण इत्युक्ते घटेन सह संयोगः नाशनीयः इति अवगन्तव्यं वा इति. न महोदय, तथा तत्र यत् भवान् वदति द्वितीयवाक्यं मम अपि भ्रमः एव अस्ति. हा, तत्रैव मम मनः स्थगितः. नाशनीयः तदा तदा यः विभागः कल्प्यते येन द्रव्येण सह संयोगः नाशनीयः विभागः तदवधिकः. भगिनी, अहं प्रयत्नं करोमि वा? हा, प्रयत्नं करोतु भगिनि. घटः पटात् विभक्तौ इति प्रतीतिः अत्र अस्ति. येन द्रव्येण सह संयोगः नाशनीयः विभागः तत् अवधिकः. अत्र पटात् इति पञ्चमी अस्ति, तत् अवधिकः. येन द्रव्येण सह संयोगः नाशनीयः, तत्र संयोगस्य नाशनं भवति, अतः एव विभागः इति भवति, अतः तद् अवधिकः. पटात् विभक्तौ, पटात् इति अवधिः पञ्चमी. परन्तु द्वितीयवाक्यं, प्रथमवाक्यं त्यजतु, द्वितीयवाक्यं स्वतन्त्रेण न तिष्ठति. तदेव महोदयेन उक्तं, यदा यदा संयोग, यदा पूर्णवाक्यम् अन्वयं कुर्मः तत्र अर्थं स्पष्टं जातम्. अस्तु, प्रथमवाक्यस्य पठनेन द्वितीयवाक्यं अवगन्तुं शक्नुमः. तदा घटः पटात् विभक्तो भवति. पटात् तत्र अवधिः अस्ति. यदा यदा च संयोगः नाशनीयः तदा तदा यः विभागः कल्प्यते येन द्रव्येण सह संयोगः नाशनीयः विभागः तदवधिकः. स्पष्टता नास्ति भगिनी तत्र, परन्तु तत्र यदा रामप्रिया भगिनी उक्तवती तदा किञ्चित् क्लारिटि अभवत्. येन द्रव्येण सह संयोगः नाशनीयः इत्युक्ते तत्र कर्मणि प्रयोगः, अनियर् प्रत्ययः अस्ति किल, अत्र येन द्रव्येण इति तत्र कर्मणि प्रयोगः भवतु. हा, इत्युक्ते तदा अवगच्छति चेत् सम्यक् भवति. पठात् विभक्तौ इति तदवधिकः विभागः. यदा प्रथमवाक्यं पठामः तदा द्वितीयवाक्यम् अन्वयः अन्वयः भवति. अस्तु महोदय, भवतः संशयः मामपि संशयं कल्पयति. अन्तिमवाक्यं किं वदति तत्र? हा, पूर्वमपि दृष्टं यत् संयोगस्य एकस्यां प्रतीतौ एकावधिः घटावधिः घटावधिकः पटसंयोगः. एकस्यां प्रतीतौ इत्युक्ते घटपटयोः मध्ये संयोगः अस्ति इति वयं स्वीकुर्मश्चेत् तत्र यद्यपि नियतावधिकत्वं न स्वीकुर्मः किन्तु एकस्यां प्रतीतौ घटः घटावधिकः पटसंयोगः इति वक्तुं शक्नुमः अथवा पटावधिकसंयोग घटसंयोगः इत्यपि वक्तुं शक्नुमः. तदेव तदेव वदति. अस्तु, यथा भवान् उक्तवान् तत्र नियतावधिकः गुणः नास्ति संयोगः, तत्र अवधि इत्यस्य आवश्यकता एव नास्ति, परन्तु विवक्षा अस्ति चेत् एकस्मिन् प्रतीतिः एकस्मिन् प्रतीतौ एकस्यां प्रतीतौ तथा वक्तुं शक्नुमः. अस्तु, आम् आम्, यदा वयं घटम् इति स्वीकृत्य पश्यामश्चेत् तत्र पट घटावधिक पटं पटः इति स्वीकुर्मश्चेत् घटावधिकपटसंयोगः इति वक्तुं शक्यते. नास्ति वा? पटं स्वीकुर्मः चेत् तत्र घटावधिकः पटसंयोगः वा? पटावधिकः संयोगः पटे अस्ति, समान प्रायः. न अवगच्छामि अत्र, क्षम्यताम्. अस्तु, रामप्रिय भगिनी, भवत्याः किमपि चिन्तनमस्ति वा अत्र? अत्र घटपटयोः संयोगः इति स्वीकुर्मः चेत् घटावधिकसंयोगः पटे, पटावधिकसंयोगः घटे इति भवितुम् अर्हति, परन्तु एकमेव स्वीकरणीयम् इति अस्ति. घटावधिकः पटसंयोगे घटावधिकः संयोगः पटे विभागस्थले अपि वयं दृष्टवन्तः किल, एकं वारणीयम् एकं स्वीकरणीयं, तत्र स्पष्टमस्ति. संयोगस्थले एव किञ्चित् नमः. अस्तु अस्तु, स्थगयामः वा? समयः अभवत्. पुनः पुनः पठित्वा आगच्छामः, तदा प्रायः भवति स्पष्टता भवति. धन्यवादः. धन्यवादः.